पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 63 सुकर्मोवाच तयोश्चापि द्विजश्रेष्ठमादापित्रोश्च स्नादयोः पुत्रस्यापि हि सर्वाङ्गे पतन्त्यम्बुकणा यदा सर्वतीर्थसमं स्नानं पुत्रस्यापि सुजायते पतितं विकलं वृद्धमशक्तं सर्वकर्मसु व्याधितं कुष्ठिनं तादं मातरं च तथाविधाम् उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः प्रयादि वैष्णवं लोकं यदप्राप्यं हि योगिभिः पितरौ विकलौ दीनौ वृद्धावेदौ गुरुसुदः महागदेन सम्प्राप्तौ परित्यजति पापधीः पुत्रो नरकमाप्नोति दारुणं कृमिसङ्कुलम् वृद्धाभ्यां च समाहूदो गुरुभ्यामिह साम्प्रतं न प्रयाति सुदो भूत्वा तस्य पापं वदाम्यहम् विष्ठाशीजायते मूढो ग्रामक्रोणीन संशयः यावज्जन्मसहस्रं तु पुनश्वा चाभिजायते पुत्र गेहे स्थितौ वृद्धौ माता च जनकस्तथा अभोजयित्वा तावन्नं स्वयमत्तिचयसुधः मूत्रं विष्ठां स भुञ्जीद यावज्जन्मसहस्रकं कृष्णसर्पो भवेत् पापी यावज्जन्मशतद्वयं मातरं पितरं वृद्धमवज्ञाय प्रवर्तते ग्राहोऽपि जायते दुष्टो जन्मकोटिशदैरपि तावेदौ कुत्सदे पुत्रकडुकैर्वचनैरपि स च पापी भवेद्व्याघ्रपश्चादृक्षः प्रजायते मातरं पितरं पुत्रो यो न मन्येद दुष्टधीः कुम्भीपागे वसे तावद्यावद्युगसहस्रकं नास्ति मातृसमं तीर्थं पुत्राणां च पितुःसमं तारणाय हितायैव इहैव च परत्र च तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये मातृदेवं सर्वदेव योगयोगी तथा भवं मातृपितृप्रसादेन संजातं ज्ञानमुत्तमं त्रिलोकीयं समस्तादु संयादा मम वश्यताम् अर्वाचीनगतिं जाने देवस्यास्य महात्मनः वासुदेवस्य तस्यैव पराचीनां महामदे सर्वं ज्ञानं समुद्भूतं पितृमातृप्रसाददः को न पूजयदे विद्वान् पितरं मातरं तथा साङ्गोपाङ्गैरधितैस्तैश्रुतिशास्त्रसमन्वितैः वेदैरपि च किं विप्रापिता येन न पूजितः माता न पूजिता येन तस्य वेदा निरर्थकाः यज्ञैश्च तपसा विप्र किं दानैः किञ्च पूजनैः प्रयादि तस्य वैफल्यं न मादा येन पूजिता न पिता पूजितो येन जीवमानो गृहे स्थितः एष पुत्रस्य वै धर्मस्तथा तीर्थं नरेष्विह येष पुत्रस्य वै मोक्षस्तथा जन्मफलं शुभं येष पुत्रस्य वै यज्ञो दानमेव न संशयः पितरं पूजयेन्नित्यं भक्त्या भावेन तत्परः तस्य जातं समस्तं तद्यदुक्तं पूर्वमेव हि दानस्यापि फलं तेन तीर्थस्यापि न संशयः यज्ञस्यापि फलं प्राप्तं मादा येनाप्युपासिता पिता येन सुभक्त्या च नित्यमेवाप्युपासितः तस्य सर्वासु संसिद्धा यज्ञाद्या पुण्यदा क्रियाः एतदर्थं समाज्ञातं धर्मशास्त्रं श्रुतं मया पितृभक्तिपरो नित्यं भवेत्पुत्रो हि पिप्पल तुष्टे पितरि सम्प्राप्तं यदुराज्ञा पुरा सुखं रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृणु रुरुणा पौरवेणापि पित्रा शक्तेन भूतले एवं ज्ञानमया चाप्तं द्वावेदौ यदुपासिदौ यदयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मादा पितृतीर्थमाहात्म्ये त्रिषष्टितमोऽध्यायः ॐ